नमस्सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्याय्यां बलाबलचिन्तनम् इति. तत्र अन्तरङ्गम् इति विषयः अनुवर्तते. पूर्वम् अस्माभिः एकप्रकारक अन्तरङ्गं चर्चितमस्ति. पूर्वोपस्थितनिमित्तकत्वम् अन्तरङ्गम् इति चर्चितम्. इदानीं द्वितीयप्रकारः अस्ति अपरनिमित्तकम् अन्तरङ्गम् इति. तस्मिन् प्रसङ्गे गतवर्गे अस्माभिः आदेश उपदेशशिति इति सूत्रस्य विवरणं चर्चितं. तदेव विवरणमस्ति अपरनिमित्तिकम् इत्यस्य सूत्रस्य अपरनिमित्तिकम् अन्तरङ्गम् इत्यस्य उदाहरणत्वेन आदेश उपदेशशिति इति सूत्रं चर्चितं. तत्र सूत्रे महत्त्वं किम् इति चेत् आदेश उपदेशे शिति इत्युक्ते आत् एच् उपदेशे अशिति इति अस्ति. आत् आदेशः भवति एच् एच् अन्तम् अस्ति चेत् उपदेशे एच् अन्तम् अस्ति चेत् आत् आदेशः भवति अशिति. शिति शिति नास्ति चेत् तस्मिन् प्रसङ्गे अत्र अशिति इति अस्ति खलु. तर्हि अशिति इत्यस्य कः अर्थः इति वयं पश्यामः. अशिति इति तत्र कीदृशसमासः अस्ति कोऽपि वदतु. अशीति इत्यत्र कीदृशसमासः? तत्पुरुष नै तत्पुरुषसमासः. विग्रहवाक्यं कथम्? न शिति यस्य सः नशित् तस्मिन् इति तत्पुरुषसमासः. यस्य सः इति तु बहुव्रीहि समासः, बहुव्रीह एव भवति खलु. तर्हि अत्र अशित् इति अस्ति. अशित् इत्युक्ते नशित् शित्. इदानीम् अशित् नशित् इत्यत्र अशित् इत्युक्ते शित् न इति अर्थः. तर्हि नञ् तत्पुरुषसमासस्य अर्थद्वयम् अस्ति. कोऽपि जानाति वा अर्थद्वयं किमिति? नञ् तत्पुरुषसमासस्य अर्थद्वयम् इदानीं भगिनि पर्युथास इति प्रतिषेधः. तर्हि अर्थः कः वदतु, स्मारयतु. तत्र शित् भिन्नः इति अर्थे भवति. तत्र प्रत्ययपरे कार्यं भवति इत्यस्मिन् अर्थे पर्युथासः इत्यस्य इति चिन्तयामि. तावत् स्पष्टता नास्ति भगिनी, तथापि इत्युक्ते न बहु समीचीनं. शित् भिन्ने इति उक्तं खलु, बहु सम्यक्. तदनन्तरं प्रत्ययपरे एव नास्ति इत्यस्मिन् अर्थे अशिति इति यदा वदामः तत्र प्रसृज्य प्रतिषेधः. बहु सम्यक्. अस्तु, इदानीं किञ्चित् इतोपि वदामि सर्वेषां कृते. नञ् समासः इत्यस्य वस्तुतः षडर्थाः सन्ति. अत्र व्याकरणे, व्याकरणशास्त्रे सामान्यतया अर्थद्वयं वयं पश्यामः. एकमस्ति पर्युदासः. पर्युदासः इति एकः अर्थः. प्रसज्यप्रतिषेधः इति द्वितीयः अर्थः. पर्युदासः प्रसज्यप्रतिषेधः इति अस्ति. तर्हि इदानीम् एकम् उदाहरणं स्वीकृत्य पश्यामः. अस्तु लक्ष्मीभगिनी, भवतेव वदतु. इदानीम् अहं वदामि अश्वम् आनय, भवती किं करोति? अश्वम् आनय इति वदामः चेत् अश्वम् एव आनीतव्यम् इति, आनीतव्यः इति अर्थः. अश्वं विना अन्य किमपि नास्ति. अश्वम् आनय इति यदा अहं वदामि तदानीं भवती अश्वमेव आनयति. सत्यं खलु, अश्वम् आनयति. इदानीम् अहं वदामि अनश्वम् आनय. इदानीं भवती किं करोति? अश्वम् अश्वं विना यत् अन्य किमपि आनेतव्यम् इति अर्थः. न न, स्पष्टतया वदतु. अन्यत् किमपि इत्युक्ते किम्? अश्वः भिन्नः. अश्वभिन्नः कः इति न उक्तम्. अनश्वम् इति वदामः चेत् अश्वः नास्ति इति एव. अश्वं पशु. पशु, बहु सम्यक्. पशुः अत्र पशुः भवेत् खलु, अश्वं विना अन्य कोऽपि पशुः, अन्य कोऽपि जन्तुः खलु, अन्य कोऽपि जन्तुः, अश्वम् अनश्वम् आनय इति यदा अहं वदामि तदानीं भवती किं करोति इति चेत् अश्वं विहाय अन्य यः कोऽपि प्राणिः भवितुम् अर्हति तं प्राणीं भवती आनयति खलु इति एकः अर्थः. अनश्वम् आनय इति वदामः चेत् अश्वसदृशः अन्य प्राणिः भवती आनयति, अनश्वः इति यदा वदामि इति एकः अर्थः. यथा अशित् इति यदा वदामः तदानीं अशित् इत्यनेन तत्र अशित् आनय इति वदामि चेत् भवती किम् आनयति? अश्वमेव आनयति. न, इदानीं प्रत्ययस्य विषये चिन्तयामः. अशित् आनय इति वदामि, किम् आनयति? अशित् आनयति चेत् अशित् भिन्नः प्रत्ययः. अशित् भिन्नः प्रत्ययः भवती आनयति खलु. अशित् आनय इति वदामि चेत् षित् भिन्नः यः कोऽपि प्रत्ययः तं प्रत्ययं भवती आनयति इति एकः अर्थः. अशित् इति यदा सूत्रे अस्ति, यथा अनश्व इत्युक्ते अश्वभिन्नः कश्चन प्राणिः इत्यथा अर्थः, तथैव अशित् इति यदा वदामि चेत् तर्हि षित् भिन्नः कश्चन प्रत्ययः इति अर्थः अस्ति चेत् तदानीं पर्युदासः इति वदामः. षित् भिन्नः कश्चन सदृशः, षित् सदृशः कश्चन, परन्तु षित् नास्ति, षित् विहाय अन्यः यः कोऽपि प्रत्ययः इति यदा वदामः तदानीं प्रसज्य प्रतिषेधः इति वदामः इति एकः अर्थः. तर्हि आदे च उपदेशे शिति इति सूत्रे अशिति इत्यस्य एकः अर्थः पर्युदासः. इत्युक्ते किम् इति चेत् षित् भिन्नः कश्चन सदृशः प्रत्ययः आनेतव्यः इति एकः अर्थः, सः एव अर्थः पर्युदासः इति वदामः. यतात्र अनश्वम् आनय इत्यदा वदामि चेत् अश्वं विहाय अन्य कोऽपि प्राणिः आनेतव्यः इति यथा उक्तं, तथैव अत्रापि अशित् इत्युक्ते षित् भिन्नः कश्चन प्रत्ययः इति अर्थः, एकः अर्थः. इदानीं द्वितीयः अर्थः कः इति चेत् अनश्वम् आनय, इदानीं भवत्याः मनसि किम् अस्ति? अनश्वम् आनयति चेत् किमपि नास्ति, किमपि प्राणी नास्ति चेत् तदपि अनश्वम्. हा, सत्यम्. इदानीम् अनश्वम् आनय इत्यत्र अत्र कथम् अन्वयः इति चेत् अश्वं न स्यात्, अश्वः न स्यात् इति वाक्यमपि भवितुमर्हति खलु. अनश्वम् आनय इत्यत्र अश्वं न स्यात्, यत्किमपि भवितुम् अर्हति अश्वं न स्यात् खलु इति क्रियापदपदेन सह अन्वयः भवितुम् अर्हति खलु. द्वयोः भेदः अस्ति, पश्यन्ति वा? आं भगिनि. एकत्र अनश्वम् आनय इत्युक्ते अश्वभिन्नः कश्चन सदृशः प्राणी इत्यर्थः. द्वितीये तत्र अनश्वम् आनय इति चेत् अश्वं न स्यात्, अश्वः न स्यात् इत्येव तावदेव अर्थः, क्रियापदेन सह अन्वयः अश्वः न स्यात् वदामि चेत् तत्र प्राणिः एव भवेत् इति नास्ति, अश्वः तत्र न स्यात् तावदेव. अत्र अन्यप्राणी अस्ति वा न वा न इति चिन्ता नास्ति, परन्तु अश्वः न स्यात् तत्र इति एकः अर्थः. तादृश अर्थः प्रसज्य प्रतिषेधः इति अर्थः. तर्हि इदानीं किमपि प्राणिः नास्ति चेदपि तत्र अनश्वः इत्यस्य अर्थः भवति इति. प्राणिः अप्राणिः यत्किमपि भवतु, परन्तु अश्वः तत्र न स्यात्, यत्किमपि अन्यद् भवितुम् अर्हति. सदृशः इति नास्ति तत्र अर्थः, यत्किमपि भवितुम् अर्हति नापि भवितुम् अर्हति, परन्तु अश्वः न स्यात्. इदानीम् अस्माकम् उदाहरणे आदे च उपदेशे शिति इति उदाहरणे अशिति इत्यत्र इदानीं षित् भिन्नः प्रत्ययः इति एकः अर्थः चर्चितः. द्वितीयः अर्थः अशित् इत्युक्ते षित् न स्यात् तावदेव, इत्युक्ते यत्किमपि नास्ति चेदपि समीचीनम्. अत्र प्रत्ययः नास्ति चेदेव समीचीनं, किमपि नास्ति, सदृशः नास्ति, किमपि नास्ति, तदापि समीचीनं, परन्तु यदि अस्ति चेत् षित् न स्यात्. प्रत्ययः आवश्यकः इति नास्ति, परन्तु प्रत्ययः अस्ति चेत् षित् न स्यात् इति द्वितीयः अर्थः. सः अर्थः प्रसज्यप्रतिषेधः इति अर्थः. तर्हि सूत्रेषु यत्र यत्र नञ् समासः अस्ति तत्र चिन्तनीयं भवति इत्युक्ते अस्मिन् सूत्रे कीदृशार्थः इष्टः इष्टः इति यदा वदामि चेत् तत्र रूपसिद्ध्यर्थं कीदृशार्थः सङ्गच्छते इति विचिन्त्य एव अर्थः स्वीकर्तव्यः. नो चेत् तत्र इष्टसिद्धिः न भवति, कुत्रचित् दोषः भवति. यत्र प्रसज्य प्रतिषेधः स्वीकर्तव्यः तत्र पर्युदासः स्वीक्रियते चेत् दोषः भवितुम् अर्हति. अतः अत्र आदेश उपदेशे शिति इत्यत्र अत्र करपत्रे किं दत्तमिति चेत् अत्र पुनः एकवारं पठामः. तदनन्तरम् अत्र पश्यति चेत् वाक्यद्वयम् अस्ति करपत्रे. प्रथमं वाक्यमस्ति उपदेशे एजन्तधातोः अत्वं भवति इति एकः अर्थः. तत्र किमपि नापेक्षितम्. अस्मिन् सूत्रे प्रसज्य प्रतिषेधः स्वीकृतः. प्रसज्य प्रतिषेधः स्वीकृतः इति कृत्वा सादृश्यं नापेक्षितं, सदृशः प्रत्ययः नापेक्षितः. अतः उपदेशे एजन्तधातोः अत्वं भवति तावदेव. प्रत्ययः अस्ति वा नास्ति वा इति चिन्तनमेव नास्ति. अपि च यत्र प्रत्ययः अस्ति तादृशप्रत्ययः षित् न स्यात् इति द्वितीयः अर्थः. एकः अर्थः उपदेशावस्थायां धातोः अत्वं भवति तावदेव, प्रत्ययः नापेक्षितः. द्वितीयः अर्थः यत्र प्रत्ययः अस्ति सः प्रत्ययः षित् न स्यात्. तर्हि प्रसज्यप्रतिषेधे अर्थद्वयमस्ति, वाक्यद्वयमस्ति. एकस्मिन् वाक्ये सर्वत्र कार्यं भवति, किमपि नापेक्षितम्. द्वितीयवाक्ये कार्यं भवति यदा षित् प्रत्ययः परः नास्ति. यत्र प्रत्ययः अस्ति तत्र षित् न स्यात् इति अर्थः. अत्र प्रसज्यप्रतिषेधः स्वीकृतः. यदि पर्युदासः स्वीक्रियते तर्हि वाक्यं कथं भवति? लक्ष्मीभगिनी वदतु. पर्युदासः इत्यस्मिन् अर्थे अशिति इति वदामः चेत् षित् भिन्नः प्रत्ययः परे अस्ति चेत् आत्वम् यजन्तधातोः आत्वं भवति इति अर्थः स्वीकरणीयं. तत्र एकमेव वाक्यं भवति, उपदेशे यजन्तधातोः आत्वं षित् भिन्ने प्रत्यये परे. इत्युक्ते प्रत्ययः आवश्यकः, तत्र प्रत्ययः स्यात् परन्तु सः प्रत्ययः षित् भिन्नः स्यात् इति पर्युदासः इति अर्थः. अस्मिन् सूत्रे तु प्रसज्य प्रतिषेधः इति एव स्वीकृतः अस्ति. यतोहि पर्युदासः स्वीक्रियते चेत् कुत्रचित् दोषः जायते इति कृत्वा अत्र प्रसज्य प्रतिषेधः स्वीकृतः. अस्तु, पुनः एकवारम् इदं पठामः. तर्हि अत्र विजयलक्ष्मी भगिनी पठति वा? आं भगिनि. नमस्ते भगिनि, विलम्बः अभवत्. हा नास्ति, नास्ति चिन्ता. नमस्ते. कुतः पठनीयं? अरुण अरुण नमस्ते. अत्र अपरनिमित्तिकम् अन्तरङ्गम् इति आरम्भतः पठतु. नमस्ते भगिनी, वंशी अस्मि. नमस्कारः. नमस्ते भगिनी, शोभा अस्मि. नमस्ते भगिनि. यस्य शास्त्रस्य परं निमित्तं नास्ति तत् अपरनिमित्तिकं निमित्तकं भवति. आदेश उपदेशे अशिति इत्यनेन आत्वं भवति. तत्र अशिति इत्यनेन आत्वप्रतिषेधः नाम शितिकार्यं न भवति. तथा च उपदेशे एजन्तस्य धातोः आत्वं भवति. कस्मिन् परे इति चेत् किमपि नोक्तम्. एवं रीत्या यस्य शास्त्रस्य परनिमित्तं किमपि नास्ति तद् परनिमित्तकम् अस्ति, तद् अपरनिमित्तकम् अस्ति. अग्रे पठामि वा भगिनि? आम् पठतु. अत्र ध्येयं यत् अशित्वं भवेत् इति नोक्तम्. अशिति प्रत्यये परे इति नोक्तम्. शिति न भवति इत्युक्तम्. अतः निषेधार्थः. आदेश उपदेशे अशिति इत्यस्य प्रतिपादनार्थं वाक्यद्वयं वक्तव्यम्. प्रथमं वाक्यम् उपदेशे एजन्तस्य धातोः आत्वं भवति इति एकः अर्थः. द्वितीयं वाक्यम् उपदेशे एजन्तस्य धातोः शितिप्रत्यये परे आत्वं न भवति इति द्वितीयः अर्थः. प्रथमे अर्थे किम् उक्तम्? उपदेशे एजन्तस्य धातोः आत्वं भवति. कस्मिन् परे? नोक्तम्. द्वितीये अर्थे तु क्षितिपरे निषेधः एवं च निषेधस्य निमित्तम् अस्ति किन्तु विधिं प्रति निमित्तं नास्ति तर्हि निषेधांशे निमित्तं वर्तते विध्यंशे निमित्तं नास्ति एवं च यत्र द्वयोः सूत्रयोः अत्र आदेश उपदेशे अशिति इत्यत्र यत्र कार्यं विधीयते तत्र कोऽपि निषेधकं किमपि नास्ति किमपि परनिमित्तं किमपि नास्ति परन्तु परनिमित्तं कुत्र अस्ति इत्युक्ते यत्र निषेधः अस्ति तत्र एव परनिमित्तम् अस्ति अतः अत्र एवं वक्तव्यं यत् सूत्रे परनिमित्तं किमपि नास्ति इति एव वक्तव्यम् अत्र द्वयोः विधयोः वा भगिनि द्वयोः विधिः इति न पुल्लिङ्गे मतिः मति मतयः मतिः इति श्रीलिङ्गे अस्ति खलु हरिः द्वे तर्हि किं भवति तदापि द्वयोः इति एव भवति खलु न भवत्याः विवक्षा का किं षष्टिविभक्तिः वा हा षष्टि द्वयोः द्वयोः विद्योः विद्योः यदि वयम् अर्थम् अवगन्तुं द्वयोः विद्योः अर्थे को भेदः इति प्रश्ने सति प्रथमवाक्ये एजन्तधातोः आत्वं भवेत् इति एव अस्ति उपदेशे द्वितीये वाक्ये तु एजन्तधातोः शिति प्रत्यये परे भवति चेत् आत्वं न भवति इति एव अस्ति परन्तु परनिमित्तं पूर्वनिमित्तम् एतत् सर्वं किमपि नोक्तम् अतः कार्यं तु सर्वदा भवति परन्तु क्षिति भवति चेत् कार्यं न भवति तावदेव सम्यक् अवगतवती मम आम् समीचीनम् इत्युक्ते एतादृश अपरनिमित्तिकत्वं कथं सिद्ध्यति इति चेत् कथं सिद्ध्यति अपरनिमित्तिकत्वं कथं सिद्ध्यति यदा परनिमित्तकत्वं नास्ति तदा अपरनिमित्तकत्वं विधि यत्र कार्यं विधीयते तत्र परनिमित्तं नास्ति तत्कारणं परनिमित्तकं नास्ति इति वदामः न अस्मिन् सूत्रे आदेश उपदेशे शिति इति सूत्रे अपरनिमित्तिकत्वं कथं सिद्ध्यति इति मम प्रश्नः अपरनिमित्तिकत्वं यदि षित् भवति चेत् कार्यं न भवति इति अपरनिमित्तम् हा सर्वं समीचीनं परन्तु अस्मिन् सूत्रे एतादृशः अर्थः एव स्वीकर्तव्यः इति कथं जानीमः इत्युक्ते आदेश उपदेशे अशिति इति अत्र अशिति इति अस्ति खलु निमित्तरूपेण तर्हि कथम् अपरनिमित्तकम् निमित्तकत्वम् इति वदामः उपदेशे एजन्तधातोः आत्वं भवति इति उक्तमस्ति तत् सर्वं समीचीनं भगिनि परन्तु एतादृशः एव अर्थः अत्र अपरनिमित्तिकत्वं कथं सिद्ध्यति अत्र अशिति इत्यस्य प्राधान्यम् अस्ति खलु महत्त्वमस्ति खलु अशिति इत्यस्य अशिति इत्यस्य महत्त्वमस्ति अशिति तु परनिमित्तरूपेण एव अस्ति खलु आदेश उपदेशे अशिति इति सप्तम्यन्तम् अस्ति तर्हि तत्र परनिमित्तं किमर्थं न स्यात् किमर्थम् अपरनिमित्तम् इति वदामः तद् निषेधांशे अस्ति इति वा भगिनि न यदा प्रत्यये परे नास्ति चेत् तस्मिन् अर्थे न न अत्र इदानीमेव मया उक्तं किम् उक्तम् अत्र कीदृश अर्थः स्वीक्रियते अत्र अस्मिन् सूत्रे कीदृश अर्थः स्वीकृतः नैत्यस्य प्रथमम् अर्थं वा भगिनि न नै इत्यस्य कः अर्थः स्वीकृतः प्रसज्य प्रतिषेधः प्रसज्य प्रतिषेधः इति स्वीकृतः खलु अत्र प्रसज्य प्रतिषेधः इति स्वीकृतः अस्ति तादृश अर्थः स्वीकृतः अस्ति अतः अपरनिमित्तकं निमित्तकत्वं भवति परन्तु कथं जानीमः भगिनि तत्र प्रसज्य प्रतिषेधः अस्ति वा नो चेत् प्रर्युदासः अस्ति वा तत्र भाष्यं दृष्ट्वा वा पठित्वा वा न व्याख्यानं दृष्ट्वा एव वृत्तिग्रन्थं दृष्ट्वा एव वयं जानीमः यतोहि तत्र कुत्रचित् दोषः अस्ति ते उच्यते तत्र कुत्र दोषः अस्ति इति तैः उच्यते वृत्तिग्रन्थकारैः उच्यते कुत्र दोषः इति उच्यते तर्हि तद्दृष्ट्वा वयं ज्ञातुं शक्नुमः आदेशोपदेशे शिति इत्यत्र पर्युदासः स्वीक्रियते चेत् दोषः भवति दोषः भवति इति कृत्वा अत्र पर्युदासः न स्वीकृतः यदि पर्युदासः प्रसज्य पर्युदासः अत्र अस्ति वा अथवा अत्र नास्ति अहमेव अधिकज्ञानार्थम् उक्तवती ओ तत्तु लेखनीयं मम तु भवती उक्तवती तत् तथा एव मनसि आसीत् अनन्तरं कुत्रापि गतं न जाने न न न तत्र पुनः अग्रे पश्यामः अनन्तरम् अग्रे कुत्रचित् अस्ति अस्ति इति चिन्तयामि अग्रे अस्माकं करपत्रेषु कुत्रचित् अस्ति इति चिन्तयामि तत्र प्रसज्य पर्युदासः इत्युक्ते किम् इदानीं किञ्चित् पूर्वं मया उक्तं भवती आसीत् वा नासीत् वा न इति मन्ये भगिनी क्षमतां न अस्तु अस्तु अस्तु तर्हि इदानीम् अत्र कः वदति वंशी भगिनी वदतु प्रसज्य प्रतिषेधः पर्युदासः इति केवलं स्पष्टीकरोतु हा प्रयत्नं करोमि भगिनि अहमपि विलम्बेन आगतवती परन्तु प्रयत्नं करोमि प्रसज्य प्रतिषेधः अस्ति अन्यत्र अस्ति प्रर्युदासः अस्ति यत्र अत्र अस्मिन् उदाहरणे आदेशे आदेच उपदेशे शिति इति सूत्रमस्ति तत्र एजन्तस्य धातूनाम् अत्वं भवति वा तत् सूत्रस्य अर्थः एजन्तस्य धातोः अत्वं भवति इति उक्तम् तर्हि तत्र अशीति इत्यनेन सूत्रस्य विवरणम् आदर्श एकनिमिषम् तद् श्रुतवती भगिनी किन्तु प्रसच इति पदस्य पर्युदासः इति पदस्य अर्थं किम् पदस्य अर्थः इदानीम् अत्र पदस्य अर्थस्य चिन्ता नास्ति अत्र शास्त्रीयपदमस्ति तत्र पारिभाषिकमस्ति पदस्य अर्थः इति नास्ति शास्त्रीयपदमस्ति पारिभाषिकपदमस्ति प्रसज्य प्रतिषेधः पर्युदासः इति शास्त्रीयपदमस्ति तत्र तस्य पृथक्तया अर्थः नास्ति परन्तु मम एकः प्रश्नः अस्ति तत्र यदि प्रसज्य प्रतिषेधः स्वीकृतः तत्र स्पष्टीकृत्वा उक्तं यदि पाणिना उक्तं चेत् तत् सम्यक् भवति न किमर्थं तत्र किञ्चित् क्लेशः भवति भगिनि तत्र तु यदि सः वदति अन्यत् कोऽपि प्रत्ययः नास्ति तत्र भवति पाणिनि किमपि न वदति पाणिनि तु केवलं सूत्रमेव दत्तं खलु सत्यं परन्तु तत्र तु किञ्चित् भ्रमः जातः किल यदि एतादृशः विवरणं सः दत्तवान् तत्र तु भ्रमः जातः अतः वयं तस्य विवरणं कर्तुम् इच्छामः परन्तु यदि सः उक्तवान् अत्र अत्वं भवति यदि अन्ते कोऽपि प्रत्ययः नास्ति इति उक्तवान् चेत् तत्र सम्यक् भवति किल किमर्थं तत्र सूत्रं दीर्घं भवति खलु अस्माकं परम्परा कीदृशपरम्परा मौखिकपरम्परा अस्ति अस्माकं परम्परा सर्वं तत्र गुरुमुखात् श्रवणं गुरुमुखात् उच्चारणं गुरुमुखात् श्रवणं तदनन्तरम् उच्चारणम् इत्येव अस्माकं परम्परा अस्ति अतः एव सूत्राणि लघु भवन्ति यावत् लघु अस्ति तावत् अस्माकं स्मरणे भवति दीर्घं वाक्यम् अस्ति चेत् कः स्मरति तत्र अस्माकं परम्परा मौखिकपरम्परा इति कृत्वा अस्माकं सूत्राणि बहु लघु भवन्ति तदेव तत्र मुख्यं तदेव तत्र मुख्यप्रयोजनमस्ति सूत्रग्रन्थानाम् अत्र न केवलं व्याकरणशास्त्रे वेदान्तशास्त्रे अथवा यत्र कुत्रापि पश्यामः चेत् यत्र ग्रन्थः अस्ति तत्र सूत्राणि बहु लघु भवन्ति किमर्थमिति चेत् अस्माकं परम्परा तथा आसीत् तदर्थमेव तदनन्तरं सूत्रग्रन्थस्य उपरि वृत्तिग्रन्थाः भवन्ति यत्र स्पष्टीक्रियते तत्र ओ अत्र प्रसज्य प्रतिषेधः पर्युदासः इति स्पष्टीक्रियते किमर्थमिति चेत् तत्र अस्माकम् अवगमनार्थं व्याख्यानेषु स्पष्टीक्रियते अग्रे व्याख्यानेषु स्पष्टीक्रियते अपि च पूर्वस्मिन् काले प्रसज्यप्रतिषेधः परिदातः इति तत्र बाल्यकाले एव ते पठन्ति अतः तेषां कृते क्लेशः नास्ति अस्माकं कृते क्लेशः अस्ति यतोहि वयं बहुवर्षानन्तरम् इदानीं किमपि तत्र पारिभाषिकं किमपि न जानीमः तत्र परम्परा कथम् आसीत् इति अपि न जानीमः अतः अस्माकं क्लेशः तर्हि इदानीं तत्र कथं जानीमः इति चेत् वृत्तिग्रन्थं दृष्ट्वा वयं ज्ञातुं शक्नुमः आदेशोपदेशेशीति इत्यत्र प्रसज्यप्रतिषेधः इति स्वीकृतः प्रसज्यप्रतिषेधः इति चेत् नञ् इत्यस्य अर्थः अस्ति नञ् तत्पुरुषसमासस्य वस्तुतः नञ् इत्यस्य षड् अर्थाः सन्ति परन्तु अत्र व्याकरणशास्त्रे सामान्यतया सूत्रेषु अर्थद्वयमेव वयं पश्यामः एकः अस्ति पर्युदासः द्वितीयः अस्ति प्रसज्यप्रतिषेधः तर्हि अस्मिन् सूत्रे प्रसज्यप्रतिषेधः स्वीकृतः अस्ति इति कृत्वा अत्र परनिमित्तं नास्ति यदि पर्युदासः स्वीक्रियते तर्हि तदानीं परनिमित्तं भवति खलु एजन्तधातोः आत्वं भवति षिद्भिन्नप्रत्यये परे इति यदा तादृशवाक्यं भवति एजन्तधातोः अत्वं भवेत् षिद्भिन्नप्रत्यये परे इति यदा वदामः तदानीं तत्र पर्युदासः अस्ति तत्र परनिमित्तम् अस्ति परन्तु अस्मिन् सूत्रे इदानीं प्रसज्यप्रतिषेधः इति अर्थः स्वीकृतः अस्ति अतः सूत्रस्य अर्थः कः इति चेत् सर्वत्र एजन्तधातोः उपदेशावस्थायाम् आत्वं भवति इति अस्ति अर्थः तत्र किमपि नापेक्षितम् परन्तु यदा एजन्तधातोः परे यदा षित् प्रत्ययः अस्ति तदानीम् आत्वं न भवति इति द्वितीयः निषेधांशः तत्र एव परनिमित्तम् अस्ति अतः इदं सूत्रम् अपरनिमित्तकत्वम् इत्यस्य उदाहरणमस्ति यतोहि सामान्यतया परनिमित्तं नापेक्षितं यदि प्रत्ययः अस्ति तदानीं षित् न स्यात् इति तावदेव सूत्रे उक्तम् भगिनी तत्र तु अन्नचीच इत्यस्मिन् पर्युदासः इति अस्ति किल तत्र अचि अनचि इत्युक्ते अचि भिन्नः कोऽपि वर्णः अस्ति चेत् तत्र भवति किल तत्र तु पर्युदासस्य उदाहरणं सत्यं सत्यम् अनचिच इत्यत्र इति सर्वेषां तत्र कोऽपि भवती स्मारयति सूत्रस्य अर्थः कः अनचिच इत्यत्र अनचिच इत्यस्य सूत्रमस्ति यदि वर्णस्य पूर्वं अच् वर्णः भवेत् तदनन्तरं यदि हल् वर्णः भवेत् सूत्रस्य विवरणं न अधुना वक्तुं परन्तु तत्र जानामि पूर्वं यदि अश्वर्णात् परम् अश्वर्णात् परम् अय्यर् वर्णः अस्ति चेत् तदनन्तरं हल् वर्ण अनचि च इति हल् वर्णः अस्ति चेत् तत्र द्वित्वं भवति इति सूत्रार्थः तत्र न तद् नास्ति अनन्तरं हल् वर्णः भवेत् इति नास्ति न उक्तं परन्तु अच् नास्ति इति उक्तं तत्र तु अनचि इति एव तत्र यर् वर्णस्य द्वित्वं भवति यदि अच् वर्णः नास्ति परम् इति उक्तं परन्तु तत्रापि पर्युदासः नास्ति तत्रापि प्रसज्यप्रतिषेधः एव न तु पर्युदासः तत्र तु यदि हल् वर्णः भवेत् न भगिनि यदि न हल् वर्णः भवेत् इति नास्ति तत्र अन्ते अपि भवेत् यदि अस्तु तर्हि द्वयोः स्थाने शृणोतु एकवारम् अत्र अश्वर्णस्य अनन्तरं यर् वर्णः अस्ति यर् वर्णस्य द्वित्वं भवति तावदेव यदि यर् वर्णस्य अनन्तरं कोऽपि वर्णः अस्ति सः वर्णः अश्वर्णः न स्यात् इति द्वितीयवाक्यं सत्यं तत्रापि प्रसज्यप्रतिषेधः एव परिदासः इति नास्ति तत्रापि यतोहि रामात् इत्यत्र दोषः भवति सत्यं परन्तु यदि हल् वर्णः अस्ति तत्रापि भवितुम् अर्हति किल तत्र यर् वर्णस्य परे तदेव अत्र तदानीं यथा आदेशोपदेशे शिति इति सूत्रे यथा अस्ति तथैव अस्ति अचः परः यरः द्वे वा स्यात् इति एकं वाक्यम् अनन्तरम् अचः परः यरः द्वे वा स्यात् न तु अचि इति द्वितीयवाक्यं सत्यं तर्हि हल् वर्णः भवेदेव इति नास्ति हल् वर्णः अस्ति चेदपि भवति यतोहि हल् वर्णः अच् वर्णः नास्ति इति कृत्वा भवति यदि हल् वर्णः एव नास्ति चेदपि भवति अस्तु अतः हल् वर्णः भवेत् इति न वक्तुं शक्यते वर्णः एव नास्ति चेदपि भवति यदि वर्णः अस्ति यदि वर्णः अस्ति तदानीम् अच्ना स्यात् हा तदेव अस्ति सत्यं अस्तु तर्हि अच्ना स्यात् इति पर्युदासः वा प्रसज्य वा भवती वदतु अनचिच इति सूत्रे प्रसज्य प्रतिषेधः वा पर्युदासः वा इति भवती वदतु अनचिच इत्यत्र सिमिलर् तद् आदे च अशिति तद्वदेव अस्ति तर्हि वाक्यं कथं भवति इति वदतु अनच् विहाय यत्किमपि भवतु तर्हि द्वित्वं भवति अनच् विहाय वा अच् विहाय वा क्षम्यताम् अच् विहाय अच् विहाय किमपि भवतु तत्र द्वित्वं भवति इत्येव अस्ति हा तर्हि तत्र प्रसज्यप्रतिषेधः स्वीकृतः खलु प्रसज्यप्रतिषेधः हा प्रसज्यप्रतिषेधः स्वीकृतः तत्रापि किमर्थम् इति चेत् तत्र पञ्चमीभक्तौ रामात् इत्यत्र रामात् इत्यत्र तकारद्वयं भवितुमर्हति रामात् इति द्विवारं तत्र अनचिच इति सूत्रेण सूत्रेषु अपि द्विवारं भवति खलु भगिनि कुत्र माहेश्वरसूत्रेषु किं द्विवारं भवति रलुक् इति द्विवारं एम्फसिस् भवति खलु अयुन् रलुक् ए ओं अयौच् द्विवारमिति वा तत्र अनचिच इत्यस्य कार्यमस्ति इति भवती वक्तुमिच्छति वा तद् मया न दृष्टं तद् द्विवारम् तत्र यदा वयं पठामः तत्र भवति आटोमेटिकलि भवति अयुन् रलुक् एवं अयौ तत्र सर्वत्र स्वरः अस्ति खलु तत्र माहेश्वरसूत्रेषु सर्वत्र स्वरः अस्ति उच्चारणार्थं स्वरः अस्ति अनचि अत्र वा इति अपि अस्ति विकल्पेन एव भवति अनचि च इति सूत्रं नित्यं नास्ति अन्यतरस्यामिति अस्ति विकल्पेन अस्ति सत्यं माहेश्वरसूत्रे उच्चारणसमये तादृशद्विवारम् अस्ति इति भवती वक्तुमिच्छति अस्तु भवितुमर्हति यतोहि तत्र स्वरः अस्ति स्वरः अस्ति परन्तु सर्वत्र यर्वर्णः नास्ति खलु अस्ति वा सर्वत्र यर्वर्णः ऐ उण् ण् ण इति यर्वर्णः अस्ति सत्यं सर्वत्र यर्वर्णः यर्वर्णः एव अस्ति सत्यं तत्रापि भवितुमर्हति तर्हि अत्र अस्मिन् सूत्रे प्रसज्यप्रतिषेधः एव स्वीकृतः यतोहि रामात् इत्यत्र दोषः भवति यतोहि पञ्चमीभक्तौ रामात् इति यदा वदामः तत्र रामात् इत्यत्र तकारद्वयम् अपि एकं रूपम् अस्ति यद्यपि सामान्यतया वयं न पश्यामः लोके तदपि रामात् इति तकारद्वयम् अस्ति तत्र तादृशरूपं साधयितुम् अचिच इति सूत्रे प्रसज्यप्रतिषेधः स्वीकृतः किमर्थम् इति चेत् रामात् इत्यत्र आकारस्य अनन्तरं तकारः यर्वर्णः अस्ति तस्य अनन्तरं वर्णः एव नास्ति कोऽपि वर्णः नास्ति तथापि तत्र अनचिच इति सूत्रेण द्वित्वं भवति अतः तकारद्वयं रामात् इति तत्र प्रसज्यप्रतिषेधः स्वीकृतः इति कृत्वा तादृशरूपं साधयितुं शक्नुमः यदि पर्युदासः स्वीक्रियते तदानीं किं भवति किमपि अपेक्षितं तत्र प्रत्यय तर्हि वाक्यं कथं भवति वाक्यं रामात् इत्यस्मिन् रामात् अनन्तरं किमपि अच्वर्ण अच्वर्ण अच् भिन्नवर्णः स्वीकर्तव्यं तदा एव भवति किल हा तर्हि अच्वर्णात् परः यर्वर्णः द्वे वा स्यात् यदि अच् भिन्नः वर्णः अस्ति इति वाक्यं खलु आं भगिनि आम् इति वाक्यं पर्युदासः अस्ति चेत् तादृशवाक्यं भवति सूत्रार्थः तर्हि तथा अस्ति चेत् दोषः भवति इति कृत्वा तत्रापि प्रसज्यप्रतिषेधः एव स्वीकृतः अस्तु अनचिच इति सूत्रम् अस्माकं विषयः नास्ति इदानीम् एवमेव तत्र आनीतमस्ति अस्माकम् अवगमनार्थम् एतावता कोऽपि प्रश्नः वा भगिनि यदा इदानीम् आदेश उपदेशे शिति इत्यस्मिन् सूत्रे यदा इदानीं गै इति धातुः अस्ति परे तप्रत्ययः अस्ति इति चिन्तयामः चेत् कथम् इदानीं प्रसृज्य प्रतिषेधः स्वीकृतं वा पर्युथासः इत्यस्मिन् अर्थे स्वीकरणीयं वा इति कथं ज्ञातुं शक्नुमः? यतोहि तत्र तप्रत्ययः अस्ति, तत्तु प्रत्ययः अस्ति चेत् नास्ति चिन्ता, तर्हि तप्रत्ययः यदि अस्ति परन्तु तत्र अस्मिन् सूत्रे आदेश उपदेशे शिति इति सूत्रे प्रसज्य प्रतिषेधः स्वीकृतः. इदानीं सूत्रस्य कार्यात् पूर्वं सूत्रार्थः कः इति मनसि अस्ति चेदेव कार्यं कर्तुं शक्नुमः खलु. इदानीं भवत्याः मनसि धै इति धातुः अस्ति, तत्र तप्रत्ययस्य विवक्षा अस्ति भवत्याः मनसि. तदानीं भवती जानाति ध्यै इति धातुः एजन्तधातुः अस्ति. तर्हि तत्र यदा हि आर्धधातुकप्रत्ययस्य विवक्षा अस्ति भवत्याः मनसि, तदानीं ध्यै इति धातोः भवती अत्वं करोति. यतोहि अस्मिन् सूत्रे प्रसज्य प्रतिषेधः इति अर्थः स्वीकृतः अस्ति नञ् इत्यस्य. तर्हि ध्यै इत्यस्य प्रत्ययः नास्ति चेदपि अत्वं भवति, तर्हि द्या इति भवति. तदनन्तरं प्रत्ययः आनीयते, यतोहि शिप् नास्ति इति कृत्वा आनीयते, तदनन्तरं कार्यं भवति. कथं जानीमः इति प्रश्नस्य समाधानं वृत्तिग्रन्थं दृष्ट्वा एव जानीमः. इदानीम् आदेश उपदेशिषिति इति प्रसज्य प्रतिषेधः इति वयम् अवगच्छामः खलु, इदानीं ज्ञातवन्तः खलु. भगिनि एतदपि करपत्रे योजयतु भगिनि, उत्तमम् अस्ति. कुत्रचित् अग्रे अस्ति भगिनि अस्माकं करपत्रेषु, तत्र पठामः, नो चेत् तत्र पृथक्तया किमपि लेखित्वा स्थापयामि. अस्ति भगिनि अष्टाध्यायी डाट् काम्, तत्र आदेश उपदेशे अशिति इति सूत्रे अस्ति वा, पश्यतु. हा, न्यासः तत्र अस्ति. अस्तु. परिभाषया षिदादौ प्रत्यये प्रतिषेधेन भवितव्यं न चैष. तत्र अस्मिन् अस्माकं तत्र यदि पर्युदासः तदा शितो न्यादत्वनिमित्तमाश्रितं स्यात्, एवं च यावदात्वस्य निमित्तं न भवति तावदात्वेन भवितव्यम् इति अनाकारान्तत्वात्. परन्तु तत्र सर्वे न अवगन्तुं न शक्यते. सरलवाक्येन यदि विद्यावर्णं योजयति तत् समीचीनं भवति. ब्रेन् अभवत्, ब्रेन्स् ब्रेन्. अस्तु, तर्हि इदानीम् अत्र अहं किं करोमि इति चेत्, अत्र इदानीम् एतावता अग्रे यदा वयं गच्छेम, सूत्राणां विवरणं यदा पश्यामः, तदानीं सर्वत्र यत्र यत्र नञ् इति आगच्छति तदानीं चिन्तनं वयं कुर्मः. किमर्थमिति चेत् सर्वं लेखितुं शक्यते परन्तु अस्माकं मनसि भवेत्. यदा मनसि अस्ति तदानीं नेचुरलि आगच्छति, स्वभावतया आगच्छति खलु. अतः तत्र बहुवारं सूत्रेषु नञ् अस्ति, तदानीं तत्र कोऽपि स्मारयतु नञ् अस्ति कीदृशार्थः इति. वयं चिन्तयामः, सर्वत्र चिन्तयामः चिन्तयामः चेत् तत्र वारं वारं चिन्तयामः चेत् मनसि आगच्छति. अस्तु, इदानीम् अग्रे गच्छेम वा? कोऽपि प्रश्नः अस्ति वा? शोभा भगिनी, स्पष्टं वा? आं भगिनि. अस्तु, भवती एव अग्रे पठतु. अस्तु, तत्र एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः, एकञ्च अपरनिमित्तिकम् अन्यस्य च निमित्तम् अस्ति. तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गम्, प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गम्. तदर्थम् आदेश उपदेशे शिति इति शास्त्रम् अन्यत् शास्त्रं प्रति अन्तरङ्गं भवति. अग्रे पठामि वा? तावत् किम् अस्ति इति उक्त्वा तदनन्तरं पठतु. हा, तत्र द्वयोः सूत्रयोः यदि समानकाले प्रसक्तिः भवति चेत् एक प्राप्तिः, तत्र एवं च यत्र द्वयोः सूत्रयोः एकत्र समकालप्राप्तिः, एकम् अपरनिमित्तिकम् अन्यस्य च निमित्तम् अस्ति. तत्र द्वे अर्थे दृष्टवन्तः, प्रथमवाक्यं द्वितीयवाक्यम् इति. प्रथमवाक्ये किं दत्तम् इत्युक्ते तत्र प्रत्ययस्य आवश्यकता एव नास्ति इति एकम् अर्थः, परनिमित्तं न आवश्यकम् इति. अपि च द्वितीयवाक्यं वदति यदि भवति परप्रत्ययः चेत् तत्र षित् मा भवेत् इति तत् एक द्वितीय अर्थे अतः तत्र एकञ्च अपरनिमित्तिकम् एकस्य कृते अपरनिमित्तिकम् इत्युक्ते निमित्त परे निमित्तं न आवश्यकम् अन्यस्य निमित्तम् अस् च निमित्तम् अस्ति तत्र अतः तत्र प्रथमं सूत्रं द्वितीयं प्रति अन्तरङ्गं तत्र किं तत्र अल्पनिमित्तानि निमित्तं भवति किल तत्र एकस्य निमित्तम् एव न इष्टम् अन्यस्य कृते इष्टं किन्तु तत्र निषेधसूत्रं निषेधमपि अस्ति कीदृशं एकक्षणम् एकक्षणम् अत्र सूत्रद्वयं किम् सूत्र अर्थद्वयं वा न न न अत्र अत्र किम् उक्तम् इति चेत् अत्र केवलम् आदेशेषु उपदेशेषिति इति सूत्रस्य विषये एव न उक्तम् अत्र यत्र प्रक्रियाकाले यत्र सूत्रद्वयं प्रसक्तम् अस्ति एकमस्ति आदेश उपदेशेषिति इति एकं सूत्रम् अन्यत् यत्किमपि सूत्रम् अन्यत् यत्किमपि सूत्रमस्ति तदानीम् इदानीं सूत्रद्वयोः मध्ये बलाबलस्य चिन्तनम् अस्ति आं भगिनि तदानीम् एकस्य यस्य सूत्रस्य परनिमित्तं न अपेक्षितं तत् अन्तरङ्गं भवति किं कीदृश किम् अस्ति तत् सूत्रं तत्र एकं तु आदेश उपदेशे शिति उपदेशे आत् ए च उपदेशे अशीति तत्र सूत्रे उपदेशे अशीति इति दत्तम् अतः बहिरङ्गं भवति किं बहिरङ्गम् अशीति इति परनिमित्तस्य कृते परनिमित्तम् अस्ति इति कृत्वा अन्यत् दृष्टवन्तः वा तत्र भगिनि अधुना एकक्षणम् एकक्षणं तथा नास्ति एकक्षणम् अत्र पश्यतु आदेश उपदेशे शिति इति सूत्रं कस्य उदाहरणम् अपरनिमित्तिकम् इत्यस्य उदाहरणं कस्ति अस्ति खलु आदेश उपदेशे शिति उपदेशे अशीति इति अपरनिमित्तिकस्य उदाहरणम् अस्ति इत्युक्ते सूत्रस्य कार्यं सर्वत्र भवति निमित्तमेव न अपेक्षितं सर्वत्र भवति तस्य कार्यं केवलं यत्र निषेधः अस्ति तत्र एव परनिमित्तम् अस्ति नो चेत् सर्वत्र तु निमित्तमेव न अपेक्षितं खलु आदेश उपदेशे शिति इत्यस्य कार्यार्थं निमित्तं न अपेक्षितं सत्यं वा न वा परनिमित्तं परनिमित्तं न अपेक्षितम् इदानीं ध्यै इति धातुः अशीति इति किमर्थं दत्तं तत्र आदेश तदेव इदानीं चर्चितं खलु अशीति इत्यस्य कः अर्थः इति चर्चितं खलु अशीति इत्यस्य अर्थद्वयं भवति एकः अर्थः अस्ति प्रसज्यप्रतिषेधः द्वितीयः अस्ति पर्युदासः अस्मिन् सूत्रे प्रसज्यप्रतिषेधः स्वीकृतः अस्तु स्वीकृतः इति कृत्वा सूत्रस्य अर्थः कः इति चेत् एजन्तधातोः अत्वं भवति उपदेशावस्थायाम् इति तावदेव अस्ति सूत्रस्य अर्थः अशीति इति किमपि नास्ति तत्र सूत्रस्य अर्थः एजन्तधातोः अत्वं भवति इति अस्ति परन्तु यदा प्रत्ययः अस्ति सः प्रत्ययः षित् न स्यात् इति द्वितीयः अर्थः अर्थद्वयम् अस्ति सूत्रस्य अस्तु परन्तु सामान्यतया सूत्रं कार्यं करोति प्रत्ययः नास्ति चेदपि कार्यं करोति खलु निमित्तमेव न अपेक्षितं सूत्रस्य अतः आदेशोपदेशे शिति इति सूत्रम् अपरनिमित्तिकम् इत्यस्य उदाहरणमस्ति अतः यदा बलाबलस्य चिन्तनं भवति द्यैयोगः तप्रत्ययः अस्ति तत् मास्तु तत्र इदानीम् अन्यत् किमपि उदाहरणं पश्यामः इत्युक्ते तादृश एजन्तधातुः तत्र इडागमः इति इडागमः अपि भवितुम् अर्हति वा इति चिन्तयतु आर्द्रधातुकस्य एडवलादेः इति सूत्रमस्ति अपि च आदेशोपदेशिति इति सूत्रमस्ति इति चिन्तयतु अस् उदाहरणार्थं सूत्रद्वयमस्ति आदेशोपदेशिति अनन्तरं आर्द्रधातुकस्य एडवलादेः नो चेत् अन्यद् यत्किमपि सूत्रं भवितुम् अर्हति सूत्रद्वयमस्ति प्रक्रियाकाले तर्हि द्वयोर्मध्ये किं सूत्रं प्रथमं कार्यं कुर्यात् इति प्रश्नः उदेति खलु यदा सङ्घर्षः अस्ति तदानीम् अत्र किं वदामः इति चेत् आदेशोपदेशे शिति इति सूत्रस्य परनिमित्तं नास्ति इति कृत्वा तत् सूत्रम् अन्तरङ्गम् अस्ति, अन्यत् यत्किमपि सूत्रं बहिरङ्गम् अस्ति. अतः आदेशोपदेशे शिति इति सूत्रं प्रथमं कार्यं करोति. बुद्धं वा? अस्तु भगिनि, अवगतं. तत्र प्रथम अर्थे स्वीकृतम् इति प्रसज्य प्रतिषेधः इति एव स्वीकरणीयम् इति वा? हा, प्रसज्य प्रतिषेधः स्वीकृतः इत्युक्ते एकत्र एकः एव अर्थः अस्ति, अन्यत्र अर्थद्वयम् अस्ति. यत्र पर्युदासः स्वीक्रियते तत्र एकः एव अर्थः अस्ति. तत्र सामान्य अर्थः कथमस्ति इति चेत् एजन्तधातोः अत्वं भवति उपदेशावस्थायां षित् भिन्नप्रत्ययः परः अस्ति चेत् अशिति इत्यस्य अर्थः षित् भिन्नः कश्चन प्रत्ययः इति एकः अर्थः. तादृश अर्थः अत्र न विवक्षितः. भगिनि, यत्र अन्यसूत्रमपि निमित्तं नास्ति चेत् अपरनिमित्तकम् अस्ति चेत् तत्र किं कर्तव्यम्? सूत्रद्वयमपि अपरनिमित्तकम् अस्ति, सूत्रद्वयमपि अन्तरङ्गम् अस्ति इति चेत् तदानीं द्वयोर्मध्ये अपवादसम्बन्धः अस्ति वा इति चिन्तयतु. तत्र प्रथमं विप्रतिषेधे इति कार्यं करोति इति मन्ये. विप्रतिषेधे सर्वं तत्र त्यक्त्वा भगिनी इदानीम् अन्तरङ्गस्य विषये चिन्तयन्ती अस्ति. तर्हि अन्तरङ्गं द्वयमपि अन्तरङ्गमस्ति चेत् कीदृशम् इति पृच्छति. तदानीं तादृश उदाहरणम् अस्ति वा इति आनयतु, तदानीं चिन्तयितुं शक्नुमः. हैपोथेटिकल् इति अस्ति खलु भवत्याः प्रश्नः, हैपोथेटिकल् अस्ति, परन्तु तादृश वास्तविक उदाहरणम् अस्ति वा? भगिनि किम्? भगिनि, इदानीम् आदेशोपदेशे शिति इति सूत्रं सर्वदा अपरनिमित्तिकत्वमेव अस्ति अस्ति वा? अस्ति, सर्वदा अपरनिमित्तिकमेव अस्ति. निमित्तं न अपेक्षितमस्मिन् सूत्रे, यद्यपि अशीति इति उक्तमस्ति सूत्रे, तथापि निमित्तं यतोहि प्रसज्य प्रतिषेधः स्वीक्रियते इति कृत्वा निमित्तं न अपेक्षितम्. अस्तु, इदानीम् अग्रे अरविन्द महोदय सूत्रं पठति वा आदेशोपदेशे शिति? भगिनि, अपर इत्युक्ते न पर इति वा? न पर, अपर इत्यस्य अपर अर्थः अपि अस्ति खलु? अत्र तथा नास्ति, तथा न पर इति एव अर्थः, न पर इति एव अर्थः अत्र विवक्षितः. एक प्रश्नः भगिनी, यदि निमित्त नास्ति तर्हि निर्निमित्त भवति वा न? निमित्तं निर्निमित्तम् इति वक्तुं शक्यते, निमित्तानाम् अभावः निर्निमित्तं. निर्निमित्तं वदतु, तथा वक्तुम् इच्छति चेत् वदतु, नास्ति चिन्ता. अरविन्द महोदय, उपदेश आदेश उपदेशे शिति उपदेशे एजन्तस्य धातोः रात्वं न तु शिति. उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु आतिदेशिकधातूनाम्. उपदेश अवस्थायाम् एजन्तधातूनाम् अन्त्यस्य एच्छः स्थाने आत्वादेश अशिति, येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः. अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ ष इति यस्य सा षित् न षित् अषित्. तस्मिन् विषये अशिति नैतत्पुरुषः. आत् प्रथमान्तम् एचः षष्ट्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. लिटि धातोरन् धातोरभ्यासस्य धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितं सूत्रम् एचः धातोः आत् उपदेशे अशिति इति. अत्र सूत्रं वदति उपदेश अवस्थायाम् इत्युक्ते आदिदेशिकधातूनां कृते नास्ति, उपदेश अवस्थायां एचन्दधातु इत्युक्ते ए ऐ ओ औ अन्धस्थितधातूनां धातोः आत्वं भवति, न तु शिति इति शितिपरे इति उपदेशे तत्र उपदेश येन विधिस्तन्दस्य तदन्तविधिः भवति इति उपदेशे अन्ध इति अन्ध उपदेशे इति उप आदेश एच् इति अन्धविधि स्वीकरणीयं येन विधिस्तदन्तस्य अलोन्त्यस्य इति अल् अन्त्यम् अज् एच् इति उक्तत्वात् प्रत्याहारे वर्णानां निर्देशं भवति इति कृत्वा अलोन्त्यस्य इति भवति इति कृत्वा ए ऐ ओ औ अल् वर्णानाम् अन्धविधि ए उपदेशावस्थायाम् अस्ति इति कृत्वा ए चन्दम् इति निष्पन्नं भवति. तत् धातोः तेषां धातोः आत्वं भवति इति प्रथमभागं. न तु शिति अशिति इति नैतत्पुरुषस्य प्रसक्तिः अस्ति इति कृत्वा यत्र शित् प्रत्ययः नास्ति तत्र एच् अन्तस्य धातोः आत्वम् आदेशरूपेण भवति इति अर्थं भवति. अनुवृत्तिसहितसूत्रं भवति एचः अन्तस्य धातोः आत् उपदेशावस्थायाम् अशिति भवति अशिति अस्ति चेत् आत्वं भवति इति एव तस्य अर्थम्. अत्र समीचीनम्. अत्र अशिति इत्यस्य यत्र यत्र नञ् अस्ति तत्र सर्वत्र इदम् उदाहरणं मनसि स्थापयन्तु. अश्वम् आनय, अनश्वम् आनय इति उदाहरणं मनसि अस्ति चेत् भ्रमः एव न भवति. अनश्वम् आनय इति उदाहरणे अस्माकं मनसि किम् आगच्छति? अनश्वम् आनय इति वदामः चेत् किम् आगच्छति अस्माकं मनसि? इति स्वाभाविकः अस्ति खलु. अनश्वम् आनय इति चेत् सदृशः प्राणिः, अश्वभिन्नः कश्चन प्राणिः इति एकः अर्थः अस्ति. अपि च अनश्वम् आनय इति यदा वदामः चेत् अश्वं न स्यात् इति अपि एकः अर्थः अस्ति खलु. अनश् क्रियापदेन सह अन्वयः, अश्वं न स्यात्. भैमि वाक्ये अन्यत् उदाहरणमस्ति भगिनि, अभ्रामणं भोजनार्थम् उपविश्य इति दत्तमस्ति. अभ्राह्मणम् अश्व समानमेव, न भेदः. ब्राह्मणं भवतु वा अनश्वं भवतु, अनश्वमिति सरलमस्ति इति कृत्वा अश्वमिति सरलमस्ति. यतोहि अनश्वम् इति वदामः चेत् अनश्वम् आनय इति चेत् तत्र अश्वभिन्नः इति एकः अर्थः, अन्यत्र अश्वः न स्यात् इति द्वितीयः अर्थः इति तत्र तादृश उदाहरणं मनसि अस्ति चेत् सरलतया अवगन्तुं शक्नुमः अर्थद्वयं किम् अस्ति इति. अतः एव अत्र व्याख्यानेषु यदि पश्यति व्याख्यानेषु वृत्तिग्रन्थेषु आदेश उपदेशे शिति इति सूत्रस्य विवरणकाले तत्र उच्यते कीदृश अर्थः विवक्षितः इति. अतः यत्र पश्यति चेत् उपदेशे एजन्तस्य धातोः आत्वं स्यात् न तु शिति इति अर्थे, न तु शिति इति उक्तं. न तु शिति इत्यनेन किम् अस्ति इति चेत् प्रथमं वाक्यम् उपदेशे एजन्तस्य धातोः आत्वं स्यात् इति प्रथमं वाक्यं. अत्र किमपि निमित्तं नास्ति, उपदेशे एजन्तस्य धातोः आत्वं स्यात् इति एकं वाक्यं, निमित्तं किमपि नास्ति. द्वितीयं वाक्यं किम्? उपदेशे एजन्तस्य धातोः आत्वं स्यात् न तु शिति, शित् प्रत्ययः अस्ति चेत् न भवति इति निषेधवाक्यम्. अस्तु, अग्रे गच्छेम इदानीम्. अग्रे मीना भगिनी पठतु. एवञ्च परिभाषेन्दुशेखरे ग्रन्थकारः वदति, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तत् अन्तरङ्गम्। पुनरपि वदामि भगिनि, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमूदाः मध्ये ओके अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तद् अन्तरङ्गम्। अन्तर्भूतानि अङ्गानि अत्र अन्तर्भूतत्वं बहुविधम् अस्ति। अत्र अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितम्। अन्तर्भूतत्वस्य केवलं प्रकारद्वयं प्रदर्शितं, कदाचित् पूर्वोपस्थितनिमित्तकतया भवति, कदाचित् अपरनिमित्तकतया भवति, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वयापेक्षतया भवति। अतः व्याख्यायां निमित्तानाम् अन्तर्भावश्च इत्यारभ्य लिखितम् अस्ति। बहु क्लेशः भवति भगिनी। किमपि नास्ति, प्रत्येकवाक्यं स्वीकृत्य वदतु, अत्र किमपि नास्ति क्लेशः। यदस्माभिः पूर्वं पठितं तस्यैव सारांशः अत्र। भाषेन्द्रशेखरे ग्रन्थकारः वदति, अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तिकसमुदायमध्ये अन्तर्भूतानि निमित्तानि अस्य तद् अवगतं यत्र बहिरङ्गशास्त्रम् इत्युक्ते बहूनि निमित्तानि सन्ति, तद् अन्तर्भूत यद् किमपि निमित्तानि सन्ति बहिरङ्गशास्त्रस्य समुदायमध्ये किमपि निमित्तानि सन्ति तत् अन्तरङ्गम् इति उक्तम्। अन्तर्भूतानि अङ्गानि अत्र अन्तर्भूतत्वं बहुविधम् अस्ति। किमर्थम् अन्तर्भूतानि अङ्गानि तदेव तत्र अन्तर्भूतत्वस्य प्रकारद्वयं, पूर्वोपस्थितनिमित्तकया भवति, अपरनिमित्तकतया भवति इति प्रकारद्वयं। पूर्वनिमित्तिक उपस्थितकतया भवति इति एव गतवर्गे पठितं, सिव्योगः न यत्र इकोयणचि पुगन्तलद्यूतस्य अपेक्षया तत्र भवति पूर्वनिमित्तकम्, इकोयणचीत्य निमित्तं पूर्वनिमित्तिकं भवति पुगन्तस्य लघूतस्य सूत्रस्य अपेक्षया। तदनन्तरम् अद्य अपरनिमित्तकम् इति यत्र निमित्तं नास्ति, आदेशे उपदेशे अशीति इति सूत्रे यत्र निमित्तं नास्ति तत् अपरनिमित्तकम् इति उक्तं। कदाचित् तदीयसमुदायमध्ये तदहं मया न अवगतं, कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वयोपेक्षतया भवति, तद्वाक्यं मया न अवगतं। तदस्माभिः न चर्चितम् इत्युक्ते तत्र अन्तरङ्गं बहुविधम् इति उक्तं खलु, अत्र अस्माभिः केवलं वर्ण प्रकारद्वयमेव चर्चितम्, इतोपि प्रकाराः सन्ति तत्र तत्र अस्मिन् करपत्रे न दत्तं, तेषां विवरणं न दत्तम् इति कृत्वा तत्र कदाचित् तदीयसमुदायमध्ये भवति, कदाचित् एकपदवर्णद्वयो अपेक्षतया भवति इत्युक्ते तत्र भिन्नप्रकारः अस्ति, तस्य विवरणम् अत्र नास्ति। अतः अन्तिमवाक्यं किम्? अतः व्याख्यानां निमित्तानाम् अन्तर्भावश्च इत्यारभ्य लिखितम् अस्ति। निमित्तानाम् अन्तर्भावश्च इत्यारभ्य लिखितम् अस्ति, तदपि न अवगतम्। इति इत्युक्ते पारिभाषेन्दुशेखरग्रन्थे तत्र व्याख्यायां निमित्तानाम् अन्तर्भावश्च इति आरभ्य लिखितमस्ति इति तत्र अस्मिन् ग्रन्थे कथं लिखितम् इति तत्र उच्यते तावदेव अन्यत् किमपि नास्ति परन्तु अत्र अस्माकम् अवधानं किम् इति चेत् वयं प्रकारद्वयं जानीमः इदानीं पूर्वोपदेशनिमित्तकत्वं इतोपि प्रकाराः सन्ति यदा प्रक्रियाकाले वयं पश्यामः तत्र तदपि वयं ज्ञातुं शक्नुमः कदाचित् अग्रे एकम् एकं सू पठामि वा धन्यवादः भगिनि इदानीम् अग्रे अन्य पठति अत्र उषा भगिनी अग्रे पठतु पठामि भगिनि एकं सूत्रम् औत्सर्गिकं सामान्यसूत्रम् अन्यत् अपवादभूतम् अस्ति चेत् अपवादः बलवान् उदाहरणम् उपरि दत्तं वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः अद्य अतः यद्यपि वृद्धिरेचि परसूत्रं तथापि विप्रतिषेधे परं कार्यम् इत्यनेन तस्य कार्यं न सिद्ध्यति अनया परिभाषया सिद्ध्यति आद्गुणः इत्यस्य अपवादत्वात् पूर्वपरनिमित्त अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति वाक्ये वयं पठितवन्तः अपवादसूत्राणाम् इति विषये औत्सर्गिकसामान्यसूत्रं जनरल् सूत्रम् अपवादभूत् अन्यत् सूत्रम् अपवादं भवति चेत् अपवादः बलवान् इति उदाहरणं वयं पठितवन्तः वृद्धिरेचि आद्गुणः इति वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः वृद्धिरेचि इति एचि परः अस्ति चेत् वृद्धिः भवति आद्गुणः इति सूत्रं वदति आकार आकारात् परः अचि परे गुणः अस्ति चेत् इति यद् यत्र यत्र वृद्धिरेचि कार्यं कर्तुं शक्नोति तत्र तत्र आद्गुणः अपि कार्यं कर्तुं शक्नोति तत्कारणात् वृद्धिरेचि इति निरवकाशः भवति आद्गुणः इति कार्यं कर्तुं शक्नोति आद्गुणः इति बहु बृहत् क्षेत्रं वृद्धिरेचि इति बहु बृहत् बृहत् स्थलं नास्ति तत्कारणात् वृद्धिरेचि इति निरवकाशत्वं भवति चेत् वृद्धिरेचि इति अपवादसूत्रं भवति वृद्धिरेचि इति सूत्रं कार्यं कर्तुं शक्नोति अनया परिभाषया वाट् इस् दट् परिभाषा विप्रतिषेधे परं कार्यम् इति अग्रे कश्चित् सूत्रम् अनया परिभाषया पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः ओके इति परिभाषया आद्गुणः इत्यस्य अपवादसूत्रं भवति वृद्धिरेचि इति सूत्रम् तर्हि इदानीम् एतावता अस्माभिः किं पठितम् आदौ पूर्वपरप्रसङ्गः आसीत् खलु प्रथमं पूर्वपरप्रसङ्गः यत्र सूत्रद्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति तुल्यबलविरोधः अस्ति तत्र विप्रतिषेधे परं कार्यम् इत्येन परसूत्रस्य कार्यं प्रथमं भवति पूर्वपरप्रसङ्गः तदनन्तरं तत्र नित्यप्रसङ्गः यत्र कृताकृतप्रसङ्गी यः विधिः सः नित्यः इत्युक्ते यत् सूत्रं यत्र सूत्रद्वयस्य सङ्घर्षः अस्ति तदानीं यत् सूत्रं पूर्वमपि भवितुम् अर्हति अन्यसूत्रस्य कार्यात् पूर्वम् अपि भवितुम् अर्हति अन्यसूत्रस्य कार्यानन्तरमपि तस्य कार्यं भवितुम् अर्हति तादृशसूत्रं नित्यसूत्रं कृता अकृता द्वितीयसूत्रं कृतं वा अकृतं वा यस्य सूत्रस्य कार्यं तत् सूत्रं नित्यसूत्रम् इति अपि दृष्टम् तदनन्तरम् अन्तरङ्गमिति इदानीमेव चर्चितं द्विप्रकार अन्तरङ्गत्वं चर्चितं तदनन्तरम् अपवादसूत्रमपि पूर्वमेव चर्चितमासीत् वृद्धिरेचि आद्गुणः इत्युक्ते यत्र सूत्रद्वयमस्ति एकस्य सूत्रस्य अन्यत्र अन्यत्र लब्धावकाशः नास्ति अन्यत् सूत्रस्य अन्यत्र अन्यत्र लब्धावकाशः अस्ति, एतादृशसन्दर्भेषु एकस्य सूत्रस्य अन्यत्र लब्धावकाशः नास्ति इति कृत्वा अत्र कार्यं न करोति चेत् व्यर्थं भवति, सूत्रं निरवकाशं भवति इति कृत्वा एकं सूत्रम् अपवादसूत्रं भवति। तर्हि अत्र पश्यामः चेत् पूर्वपर नित्य अन्तरङ्ग अपवाद, तर्हि अपवादः एव अन्ते अस्ति, अपवादस्य एव अधिकं बलम् इति परिभाषा अस्ति तत्र। अस्तु, समीचीनम्। अग्रे अरुणा भगिनी पठति वा? धन्यवादः भगिनि। पूर्वपर सत्यं भगिनि, अधः पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलेयः इति परिभाषया परिभाषायाः पदद्वयं पूर्वपर प्रकृतिषेधे परकार्यम् इत्यस्य तात्पर्यं, तस्याः अग्रिमेण तत्त्वत्रयेण तत्त्वत्रयेण नित्यानन्तरङ्ग अपवाद इत्यनेन विप्रतिषेधे परं कार्यमिति सूत्रं निषिध्यते, नाम नित्य अन्तरङ्ग अपवाद तेषु अन्यतमः इति चेत् तुल्यबलविरोधः नैव भवति, तुल्यबलविरोध अभावे परसूत्रस्य कार्यं पूर्वं न भवति, तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्य अन्तरङ्ग अपवाद इति सूत्रेण विप्रतिषेधे परं कार्यं प्रयत्नं करोमि भगिनि। पारिभाष अस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलेयं, प्रथमं पदं पदद्वयमस्ति पूर्वपरि, पूर्वपर्य सूत्रद्वयं तत्र पूर्वपरसूत्रं कार्यं कर्तुं शक्नोति, विप्रतिषेधे परकार्यं सूत्रेण परकार्यमेव कार्यं करोति। अनन्तरं नित्य अन्तरङ्ग अपवादः अत्र विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते, नित्य अन्तरङ्ग अपवादसमये विप्रतिषेधे परकार्यम् इति सूत्रं कार्यं न कर्तुं न शक्नु निषेध्यते, नित्य अन्तरङ्ग अपवादसूत्रम् अर्थः किम्? येषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः न भवति, न अवगतं भगिनि, नित्य अन्तरङ्ग अपवादः अत्र तुल्यबलविरोधः नास्ति, सर्वदा तुल्यबलविरोधः नास्ति इति न वक्तुं शक्यते, इत्युक्ते यत्र नित्यसूत्रम् अस्ति इदानीं किम् नित्यसूत्रं कृतम् अकृतमपि कार्यं कर्तुं शक्नोति, तदेव नित्यसूत्रं भवति। सत्यं। तर्हि अत्र किं लिखितम् इति चेत् प्रथमं वयं पश्यामः तत्र तुल्यबलविरोधः अस्ति वा नास्ति वा इति वयं पश्यामः, यत्र तुल्यबलविरोधः अस्ति सूत्रयोः मध्ये तदानीं तत्र परकार्यं भवति इति सामान्यव्यवहारः अस्ति, इद भगिनी अपि उक्तवती तत्, इदानीं ततः अग्रे यदि यदि तुल्यबलविरोधः अपि अस्ति द्वयोः सूत्रयोः तदानीमपि तत्र एकं सूत्रं नित्यं भवितुम् अर्हति, तुल्यबलविरोधः अस्ति चेदपि एकं सूत्रं नित्यं भवितुम् अर्हति, तदानीं वयं किं कुर्मः इति चेत् तत् पूर्वसूत्रम् अस्ति चेदपि नित्यसूत्रम् अस्ति चेत् तस्य कार्यं भवति, तदानीं परसूत्रस्य कार्यं नास्ति, विप्रतिषेधे परं कार्यम् इति इदानीं गतं, यतोहि ततः अग्रे अपि बलवत् अस्ति नित्यसूत्रम्। तर्हि तदनन्तरं नित्यसूत्रं, तदनन्तरम् अन्तरङ्ग अपवादसूत्रम्, अपवादस्थले तु तुल्यबलविरोधः एव नास्ति, अपवादस्थले तुल्यबलविरोधः नास्ति, अन्तरङ्गस्थले तुल्यबलविरोधः भवितुमर्हति, तुल्यबलविरोधः भवितुमर्हति, अन्तरङ्गस्थले अपि तुल्यबलविरोधः भवितुमर्हति, परन्तु तत्र किं वयं पश्यामः इति चेत् अन्तरङ्गस्थले तत्र पूर्वोपस्थितनिमित्तकत्वम् अस्ति वा नो चेत् अपरनिमित्तकत्वम् अस्ति वा इति वयं पश्यामः अन्तरङ्गस्थले। धन्यवादः। तर्हि अत्र नित्य अन्तरङ्ग अपवादः येषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति इत्यस्य कः अर्थः इति चेत् तत्र विप्रतिषेधे परं कार्यं न भवति इत्यर्थः। तुल्यबलविरोधः नैव भवति इत्यस्य कः अर्थः अत्र इति चेत् विप्रतिषेधे परं कार्यं न भवति तत्र। तुल्यबलविरोधः अपवादस्थले तु न भवति एव, परन्तु नित्यस्थले अन्तरङ्गस्थले तुल्यबलविरोधः भवितुमर्हति, परन्तु परशास्त्रस्य कार्यं नास्ति तत्र। नित्यशास्त्रस्य कार्यं नो चेत् अन्तरङ्गशास्त्रस्य कार्यं तुल्यबलविरोध अभावे परसूत्रस्य कार्यं पूर्वं न भवति इति उक्तम्। अस्तु, तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुमर्हति, किन्तु नित्य अन्तरङ्ग अपवाद इति शास्त्रेण विप्रतिषेधे परं कार्यम् इत्यनेन न। इत्युक्ते यत्र पूर्वपरप्रसङ्गः इति सामान्यव्यवहारः, तत्र तु क्लेशः नास्ति, तुल्यबलविरोधः अस्ति, परशास्त्रं कार्यं करोति। ततः अग्रे वयं गच्छामः चेत् यत्र नित्यशास्त्रमस्ति तत्रापि तुल्यबलविरोधः भवितुमर्हति, परन्तु तत्र परशास्त्रस्य कार्यं विप्रतिषेधे परं कार्यम् इत्यनेन न भवति, परन्तु तत्र द्वयोर्मध्ये किं नित्यम् इति वयं चिन्तयामः। परसूत्रमपि नित्यं भवितुमर्हति, तत्र निषेधः नास्ति। पूर्वसूत्रमेव नित्यं भवेत् इति नास्ति नियमः। इदानीं यदा वयं नित्यस्थले वयं पश्यामः, तदानीं सूत्रद्वयोर्मध्ये यत् पूर्वं भवति, पूर्वमपि कार्यं कर्तुम् अर्हति, अनन्तरमपि कार्यं कर्तुम् अर्हति इति विचिन्त्य वयं वदामः एकं शास्त्रं नित्यशास्त्रम् इति वदामः, तत् शास्त्रं पूर्वसूत्रमपि भवितुमर्हति नो चेत् परसूत्रमपि भवितुमर्हति, तत् नित्यमस्ति। ततः अग्रे वयं गच्छामः चेत् तत्र अन्तरङ्गसूत्रम्, अन्तरङ्गस्थले अपि तत्र तुल्यबलविरोधः भवितुमर्हति, परन्तु अन्तरङ्गस्थले तुल्यबलविरोधस्य चिन्तनं नास्ति तत्र। अन्तरङ्गस्थले तत्र भिन्नकार्यमस्ति, तत्र निमित्तस्य विषये वयं पश्यामः, अधिकनिमित्तमस्ति वा अल्पनिमित्तमस्ति वा, कुत्र अस्ति निमित्तं, बहिरङ्गशास्त्रस्य मध्ये अस्ति वा नो चेत् निमित्तमेव नास्ति वा अपरनिमित्तम् अस्ति वा इति तादृशचिन्तनमस्ति यत्र अन्तरङ्गमिति विषयः अस्ति। तत्र तुल्यबलविरोधस्य चिन्तनं नास्ति तत्र। यदा अपवादस्थले वयम् आगच्छामः चेत् तत्र तु तुल्यबलविरोधः नास्ति एकस्य शास्त्रस्य, परन्तु एकं शास्त्रं व्यर्थं भवति, कार्यं न करोति इति तादृशचिन्तनम् अस्ति। तर्हि यदा अस्माकं पुरतः किमपि तत्र प्रक्रिया अस्ति, तदानीम् एतादृशं क्रमेण चिन्तनीयं भवति। पूर्वपरप्रसङ्गः अस्ति वा, नित्यप्रसङ्गः अस्ति वा, अपवादप्रसङ्गः अस्ति वा, अन्तरङ्गप्रसङ्गः अस्ति वा इति वयं चिन्तयामः। अन्तरङ्गप्रसङ्गः सामान्यतया न भवति, सामान्यतया वयं न चिन्तयामः, केवलं विशेषस्थलेषु एव वयं चिन्तयामः। सामान्यस्थलेषु तु पूर्वपर नित्य अपवाद इत्येव सामान्यतया। प्रश्नः अस्ति सम्यक् ज्ञानार्थं वदामि भगिनि, पूर्वपर इति सूत्रविषये विप्रतिषेधपरं कार्यम् इति सूत्रेण परसूत्रं कार्यं करोति, नित्य अन्तरङ्ग अपवाद तेषु नित्यसूत्रं कार्यं करोति, नित्यमेव प्रथमं कार्यं करोति। अन्तरङ्गविषये अपवादविषये वयं जानीमः व्यर्थं सूत्रं व्यर्थं भवति, ततः अपवादः भवति। अन्तरङ्गे विषये कानि निमित्तानि अस्ति तदेव वयं चिन्तनीयम्, अत्र तुल्यबिलविरोधः नास्ति अन्तरङ्गे। सत्यं, समीचीनं, बहु समीचीनं, धन्यवादः। अस्तु भगिनि, क्षम्यतां, मम एकः प्रश्नः अस्ति। तत्र तु व्याकरणेषु सर्वत्र वयं तु अपवाद एव सूत्राणि एव पश्यामः, कुत्रापि अन्तरङ्गसूत्रम् इति अस्मिन् करपत्रे अस्ति, परन्तु कुत्र अस्ति वा कोऽपि सूत्रमस्ति वा तत्र अन्तरङ्गस्य कारणेन तस्य बलवत् भवति इति? न, इदानीं पूर्वं दृष्टं खलु, सिव्योगः न इत्यत्र। सत्यं सत्यं, तद्विहाय अस्ति वा कोऽपि इति? तद्विहाय सन्ति, तत्र सन्ति, प्रक्रियाकाले एव वयं द्रष्टुं शक्नुमः। तादृश उदाहरणानि बहूनि सन्ति, तादृश उदाहरणानि सन्ति। इत्युक्ते विशिष्टधातुः तादृशं किमपि न अस्ति चेत् तदानीं तथा भवति, अत्र अस्मिन् करपत्रे एकमेव उदाहरणं, तत्र मया अन्यत् उदाहरणमपि प्रदर्शितं खलु, असुश्रुयोगः. सत्यम्. अस्तु, अन्यत् एकः प्रश्नः अस्ति, तत्र वृद्धिरेचि अपि च आद्गुणे इत्यस्मिन् तत्र तु वृद्धिरेचि इत्यस्य परसूत्रस्य कारणेन एकं तु यदि परसूत्रम् इति स्वीकुर्मः तत्र तु कार्यं भवति एव, तत्र तु भवति. किमर्थम् अग्रे गन्तुम् इच्छामः, अग्रे किमर्थं तत्र परसूत्रम् इति कथं परसूत्रम् इति केन आधारेण परसूत्रं कार्यं करोति इति वदति भवती? तत्र तु सूत्रं परसूत्रं न परसूत्रमस्ति न परसूत्रमस्ति न तत्र रुद्रेचि परसूत्रमेव, केन आधारेण परसूत्रं कार्यं करोति इति वदति भवती? केन कारणेन इत्युक्ते तत्र तु ओ अस्तु, ओ अस्तु, अपवादत्वेन कार्यं न न भवती इदानीम् उक्तवती. एकक्षणं वदतु, तत् जानामि, तत् सम्यक्, तस्य तु तुल्यबलविरोधः मम प्रश्नः. अतः परसूत्रम् अत्र कार्यं करोति इति किमर्थं तथा वक्तुं न शक्यते खलु? अस्तु अस्तु, अवगच्छामि. तत्र तु तस्य अन्यत्र अवकाशः नास्ति, अतः अपवादस्य अग्रे गन्तव्यमेव. सत्यम्, ओहो अस्तु, नो चाय्स्, परसूत्रम् इति वक्तुमेव न शक्यते, यतोहि तुल्यबलविरोधः एव नास्ति. नास्ति, अस्तु, अतः विप्रतिषेधे परं कार्यम् इति ततः अग्रे गन्तव्यम् इति निर्बन्धः अस्ति तत्र, गन्तव्यम् एव. स्पष्टमस्ति, धन्यवादः. इत्युक्ते सामान्यतया यद्भवती वदति समीचीनमेव, इत्युक्ते पूर्वपरप्रसङ्गे तुल्यबलविरोधः अस्ति वा इति प्रथमं पश्यामः, ततः अग्रे तत्र नित्यसूत्रम् अस्ति वा इति पश्यामः इति तत्र क्रमेण एव गन्तव्यम्. यत्र अपवादः अस्ति तत्र अन्यत् सर्वं किमपि न चिन्तनीयं, यथात्र वृद्धिरेचि आद्गुणः इत्यत्र वृद्धिरेचि अपवादः अस्ति, अतः तत्र अन्तरङ्गं किमपि तत्र चिन्तनस्य आवश्यकता एव नास्ति. वृद्धिरेचि अत्र कार्यं न करोति चेत् व्यर्थं भवति, तावदेव पर्याप्तम् अपवादः, तावदेव. यत्र अपवादस्थलम् अस्ति तत्र अन्यचिन्तनस्य आवश्यकता एव नास्ति, यतोहि अपवादः एव तत्र बलवत् अस्ति खलु. कार्यं तु रिवर्स् एव भवति तर्हि, प्रथमम् अपवादः वा इति द्रष्टव्यं, शक्नुमः अनन्तरम् अन्तरङ्गं वा इति द्रष्टव्यम्, अनन्तरं नित्यं वा इति द्रष्टव्यम्, अनन्तरमेव पूर्वपर सङ्ख्या तद् द्रष्टव्यं. तथापि न वक्तुं शक्यते, तथापि न वक्तुं शक्यते, कुत्रचित् प्रथमं पूर्वपर इत्यत्र एव कार्यं सिद्ध्यति इत्युक्ते तत्र एक्साक्ट् सैन्स् नास्ति, परन्तु वयम् अवगच्छामः खलु किम् अत्र परिभाषायां किम् उक्तम् इति वयम् अवगच्छामः, तत्र तात्पर्यं किम् इति अवगच्छामः खलु, कथं गन्तव्यम् इति चेत् तत्र प्रसङ्गम् अवलम्ब्य. कुत्रचित् बहु सरलपरिस्थितिः अस्ति चेत् अत्र अन्तरङ्गं किमपि चिन्तनस्य आवश्यकता एव नास्ति, तत्र सामान्यतया पूर्वपरप्रसङ्गे एव तत्र सिद्ध्यति खलु. परन्तु इदानीम् अस्माकम् अवगमनार्थं तत्र सिम्प्लि एतस्य प्रसक्ति नास्ति, औट्, तावदेव, कुत्रचित् बहु सरलमस्ति, किमपि नास्ति भगिनि. किम् यथा अन्तरङ्गम् इति वयं तत्र करपत्रे अन्तरङ्गस्य महान् प्रपञ्चः इति उक्तं, तत्र वस्तुतः एतत् पूर्वोपस्थितनिमित्तकत्वं तु सर्वत्र द्रष्टुं शक्नुमः, यतोहि वयम् अस्माभिः न दृष्ट तावदेव इति चिन्तयामि. तत्र पश्यतु भगिनि, भवती किं वक्तुम् इति चेत् बहुत्र सामान्यस्थलेषु अपि भवति इति सत्यं भवति, परन्तु तत्र क्लेशः नास्ति, तत्र दर्शनस्य आवश्यकता नास्ति, नास्ति इत्युक्ते तत्रापि अन्तरङ्गम् अस्ति इति भावयामि खलु भगिनि. अस्ति एव, अस्ति एव, सर्वत्र अस्ति, परन्तु तत्र तादृशमाहात्म्यं नास्ति तत्र अन्तरङ्गस्य, तादृशमाहात्म्यम् आसीत् यत्र सर्वधातुकलकारेषु तत्र विकरणप्रत्ययस्य आनयनं, तिङ् प्रत्ययस्य आनयनं तत्र तु मेकानिकल् अस्ति, तत्र बहुवारम् अन्तरङ्गस्य चिन्तनस्य आवश्यकता नास्ति, यतोहि तत्र सर्वं निर्मितं, सर्वं एस्टाब्लिश्ड् अस्ति, बलाबलचिन्तनं न भवति तत्र, तादृश अन्तरङ्गचिन्तनं न भवति तत्र. परन्तु एतादृशविशिष्टस्थलेषु यतस्य वियोगः न इति तादृशस्थलेषु अन्तरङ्गस्य माहात्म्यं वर्तते. अस्तु अस्तु, इदानीं गोमती भगिनी अग्रे पठतु. चित्रस्य विषये भगिनि चित्रस्य विषये भवन्तः द्रष्टुं शक्नुवन्ति अग्रे पठतु भगिनी. अत्र चित्रे किमर्थं सेण्टर् कामन् नास्ति, किमर्थं अत्र टेञ्जेण्ट् पायिण्ट् पायिण्ट् स्वीकृत्य भवती अन्यद् अन्यरीत्या चिन्तयति चेत् परिष्कृत्य मह्यं प्रेषयतु, मया अहम् अवगन्तुम् इच्छामि कथं कर्तुम् इच्छति इति. एकस्मिन् स्थले आगच्छति सूत्रद्वयम् इति भवितुमर्हति न? तदेव तदेव परिष्कृत्य वक्तुम् इच्छति चेत् मह्यं प्रेषयतु, अनन्तरं पश्यामः. इदानीम् अग्रे गच्छामः. अस्तु, तर्हि चित्रस्य विषये चर्चा इदानीं कुर्मः चेत् तत्र अन्तः नास्ति. तत्र कथं भवत्याः मनसि कथम् अस्ति चित्रम् इति प्रेषयतु. अस्तु, पठतु भगिनि अग्रे. एकनिमिषं. चतुर्थबिन्दु पूर्वत्र सिद्धम्. अष्टमाध्याये द्वितीयपादे प्रथमसूत्रम्. अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः. प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः, अष्टमाध्यायस्य द्वितीय तृतीय चतुर्थश्च पादाः मिलित्वा द्वितीयभागः. प्रथमभागस्य नाम सपादसप्ताध्यायी, द्वितीयभागस्य नाम त्रिपादी. अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि. अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि. सपादसप्ताध्यायीं प्रति त्रिपाद्या सिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धम्. त्रयाणां पादानां समाहारः त्रिपादी, द्विगुसमासः. सप्तानाम् अध्यायानां समाहारः सप्ताधायी पादेन सहित सपादसप्ताध्यायी. पूर्वस्मिन् इति पूर्वत्र, न सिद्धम् असिद्धम्, पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्. इदं सूत्रम् अधिकारसूत्रम् अष्टाध्यायाः अन्तपर्यन्तं प्रवर्तते. सूत्रमस्ति पूर्वत्र सिद्धम् अष्टमाध्याये द्वितीयपादे प्रथमसूत्रमस्ति, अधिकारसूत्रमस्ति एतत् सूत्रम्. वयं बहुवारं शृण्मः एतत् सूत्रस्य विषये. इदं सूत्रम् अष्टाध्यायाम् अन्तपर्यन्तं प्रवर्तते. द्विपदमिदं सूत्रं पूर्वत्र असिद्धम् इति अन्तपर्यन्तं प्रवर्तते. मम मनसि संशयः अस्ति. अहं चिन्तयामि अष्टाध्याय अन्तपर्यन्तमेव तत्र दत्तम्. अतः चिन्तयामि यदा आदि आद्यपाद प्रथमपादम् आरभ्य अष्टमाध्यायपर्यन्तं प्रवर्तते. प्रथम कुत्र कस्मात् अध्यायात्? प्रथम अध्यायात्. न न न न न अत्र अत्र गीताञ्जलि भगिनी किञ्चित् स्पष्टीकरोति. गीताञ्जलि भगिनी अस्ति वा? नमस्ते भगिनि, क्षम्यतां भगिनि. स्पष्टीकरोतु, कुत्र प्रसक्तिः? कुत्र प्रसक्तिः इत्युक्ते सर्वत्र प्रसक्तिः इत्युक्ते सम्पूर्ण पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारः कुतः? अहं परिश्रमं करोमि भगिनि. अष्टमाध्याय द्वितीय सोरि प्रथम द्वितीयपादस्य द्वितीयसूत्रम् आरभ्य अन्तपर्यन्तम् इति. प्रथमसूत्रात् एव आरभ्य प्रथमसूत्रं तु पूर्वत्र सिद्धं न? हा ततः एव तत्र अधिकारसूत्रं ततः एव तत्र यदा वयं वदामः अष्टमाध्यायस्य द्वितीयपादे प्रथमसूत्रात् आरभ्य अन्तपर्यन्तं त्रिपाद्याम् अधिकारत्रिपाद्याम् अस्ति भगिनि अधिकारः त्रिपाद्याम् अस्ति तदेव तदेव तर्हि अग्रे वदतु गोमति भगिनि अष्टाध्यायी इति ग्रन्थस्य भागद्वयं वर्तते प्रथमभागः प्रथमद्वितीयतृतीयचतुर्थपञ्चमषष्टसप्तअष्टम अध्यायः अष्टमध्यायस्य प्रथमपादः तत्पर्यन्तं प्रथम अध्यायस्य प्रथमपादस्य प्रथमपादमारभ्य अष्टम अध्यायस्य प्रथमपादं पूर्वपर्यन्तम् एकभागः भवति अनन्तरम् अष्टमध्यायस्य द्वितीयपादं द्वितृतीयपादं चतुर्थपादम् एतत् एकभागं भवति प्रथमभागस्य भागस्य नाम अस्ति सपादसप्ताध्यायी सप्त अध्यायी अनन्तरं पाद एकपाद भाग एक पादम् आफ् अष्टमाध्यायः स्वपादसप्ताध्यायी इति प्रथमस्य भागस्य नाम अनन्तरं त्रिपादी इति द्वितीयभागस्य नाम अनन्तरम् अनेन सूत्रेण एतद् अधिकारसूत्रम् इति उक्तम् अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्यायां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि इत्युक्ते यानि सूत्राणि सपादसप्ताध्यायां सन्ति तेषां दृष्ट्या त्रिपाद्यां यानि सूत्राणि सन्ति ते न अस्ति न सन्ति एव ते तानि सपादसप्ताध्यायस्य सूत्राणि त्रिपाद्यां यद् सूत्राणि सन्ति तेषाम् अप्रसक्ति तेषां स्थितिः एव नास्ति केषां केषां त्रिपादी सप्ताध्यायां सोरि त्रिपाद्यां यानि सूत्राणि सन्ति ते नास्ति ते न सन्ति सपादसप्ताध्यायसूत्राणां कृते इति अनन्तरं एतत्सूत्रम् एतदपि वदति त्रिपाद्यां यानि सूत्राणि सन्ति तत्र पूर्वसूत्रं प्रति परसूत्रम् असिद्धं पूर्वसूत्रं परसूत्रं न पश्यति यदा परसूत्रेण किमपि कार्यं भवति तत् कार्यं पूर्वसूत्रं न पश्यति असिद्धम् असिद्धम् इत्युक्ते न सिद्धम् असिद्धम् अस्तित्वं नास्ति इति आम् अस्तित्वं नास्ति त्रयाणां पादानां समाहारः त्रिपादी सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी पादेन सहित सपादसप्ताध्यायी इति भागद्वयमस्ति अष्टाध्यायी ग्रन्थे समीचीनं समीचीनमस्ति तर्हि इदानीं इदानीं तत्र उमा भगिनी किम् अवगतम् अत्र अष्टाध्यायी विभागः सः प्रथमः सपादसप्ताध्यायी अण्ड् द्वितीयभागः त्रिपादी अत्र त्रिपादी प्रथमसूत्रः पूर्वत्र सिद्धम् अत्र उच्यते पर अष्टाध्याये द्वितीयपादे प्रथमसूत्रात् आरभ्य अन्तपर्यन्तं सर्वाणि सूत्राणि पूर्वसूत्रं प्रति न सिद्धं तथाविधं सपादसप्ताध्यायी सूत्राणां प्रति अष्टाध्यायी सप् ऐ मीन् त्रिपादीसूत्राणि असिद्धम् इति. समीचीनं समीचीनं, परन्तु अत्र सूत्रे पूर्व अत्र असिद्धम् इति एव अस्ति. तर्हि अत्र धन्यवादः भगिनी. इदानीं विनयमहोदय वदतु, पूर्व अत्र असिद्धम् इति सूत्रं दृष्ट्वा कथम् एतादृश अर्थः निष्पन्नः? भगिनी, अर्थः अस्ति पूर्व अत्र असिद्धम्, अतः पूर्व प्रति परम् असिद्धम्. यदि सपाद वा त्रिपाद सम्बन्धे वयं वदामः तर्हि सर्वत्र सपाद अपि च त्रिपाद यदि पूर्वं भवति तर्हि त्रिपाद परम् असिद्धम्. परन्तु यदि त्रिपाद सूत्राधारेण कार्यं कार्य कृतवान् तर्हि एव सपाद अपि च पूर्वत्रिपादसम्बन्धे परं त्रिपाद असिद्धं कार्यं कार्यम् असिद्धम् अपि च शास्त्रसिद्धं स्पष्टतया पूर्वप्रति परम् असिद्धम्. अत्र इत्यस्य कः अर्थः अत्र? अत्र अत्र अर्थः अत्र सामान्यतः अन्य अर्थः, परन्तु अत्र अर्थ कोऽपि कथं वयं वदामः अत्र प्रति पूर्व अत्र योग असिद्धं पूर्व अत्र अहं न जानामि भगिनी. यदि नास्ति चिन्ता, नास्ति चिन्ता, अत्र गृहपाठः अस्ति. पूर्वत्र सिद्धम् इत्यत्र अत्र इत्यस्य कः अर्थः इति दृष्ट्वा आगच्छन्तु. पूर्व अत्र असिद्धम् इत्यत्र एतादृश अर्थः यद् इदानीं चर्चितं तादृश अर्थः कथं निष्पन्नः इति चिन्तयन्तु. पूर्वत्र सिद्धम् इति सूत्रे अस्तु. तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? अत्र विजयलक्ष्मी भगिनी, अत्र चित्रं कथं परिवर्तनीयम् इति मह्यं प्रेषयति. यतोहि इदानीं वदति चेदपि मम अवगमनं न भवति, यतोहि तत्र चित्ररूपेण अस्ति खलु. अतः प्रेषयतु. अत्र किम् उक्त, अत्र किं कथं रचितम् इदं चित्रम् इति चेत् तत्र भगिन्या, तत्र वसुधा भगिन्या कथं रचितम् इति चेत् परिभाषा कथम् अस्ति तथैव स्वीकृत्य रचितं, पूर्वं प्रथमं तदनन्तरं परं तदनन्तरं नित्यम् अन्तरङ्गम् इति. परन्तु भवत्याः विवक्षा भिन्नरीत्या अस्ति चेत् तत् वदतु कथमिति. प्रश्नद्वयमस्ति भगिनि, तत्र असिद्धम् इति तत्रापि प्रसिद्धप्रसिद्धं प्रत्युदासम् इति चिन्तनीयं वा? चिन्तयतु, चिन्तयित्वा वदतु तत्र कः अर्थः, किं कीदृश अर्थः इष्टः, तादृश प्रसज्यप्रतिषेधः इत्यस्य सन्दर्भः अस्ति वा, कथम् इति वदतु. चिन्तयामि. अत्र अन्यप्रश्नः अस्ति, त्रिपादी इति आङ्मर्यादा विद्यु इति सूत्रेण आत्रिपादी इति वक्तुं शक्यते वा? आत्रिपादी, सत्यम्, आत्रिपादी ह्रस्व दीकार आत्रिपादी, सत्यम्, आत्रिपादी. अस्तु, धन्यवादः. समीचीनं समीचीनम्. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी, नमस्कारः. धन्यवादः.